तृतीयः खण्डः। तेषां क्लेशां भूतानां त्रीणि एव बीजानि भवन्ति आण्डजं जीवजम् उद्भिज्यमिति। तेषां जीवाविष्टानां खलु येषां पक्ष्यादीनां भूतानां येषामिति प्रत्यक्षनिर्देशं न तु तेजप्रवृत्तीनां तेषां त्रिवृत्करणस्य पक्षमाणत्व असति त्रिवृत्करणे प्रत्यक्षनिर्देश अनुत्पत्तिः। देवताशब्दप्रयोगाच्च तेजप्रवृतिषु इमाः तिस्रो देवताः इति। तस्मात् तेषां खलु येषां भूतानां पक्षिपशुस्थावरादीनां त्रीणि एव न अतिरिक्तानि बीजानि कारणानि भवन्ति। कानि तानि इति उच्यन्ते आण्डजम् अण्डज्जातम् अण्डजम् अण्डजमेव आण्डजं पक्ष्यादि पक्षिसर्पादिभ्यो हि पक्षिसर्पादयो जायमानः दृश्यन्ते। तेन पक्षी पक्षिणां बीजं सर्पः सर्पाणां बीजं तथा अन्यतो अपि अण्डाज्जातं तज्जातीयानां बीजम् इत्यर्थः। ननु अण्डाज्जातम् अण्डजम् उच्यते अथवा अण्डमेव बीजमिति युक्तं कथम् अण्डजं बीजम् उच्यते? सत्यमेवं स्यात् यदि त्वदिच्छातन्त्रश्रुतिः स्यात्। स्वतन्त्रात् श्रुतिः यतः अण्डजाद्येव बीजं न अण्डजादिति। दृश्यते च अण्डजादि अभावे तज्जातिसन्तत्यभावः न अण्डादि अभावे अतः अण्डजादीनि एव बीजानि अण्डजादीना। तथा जीवाज्जातं जीवजं जरायुजम् इति एतत्पुरुषं पश्वादि उद्भिज्यम् उद्भिनत्ति इति उद्भि स्थावरं ततो जातम् उद्भिज्यं धाना वा उद्भिद् ततो जायते इति उद्भिज्यं स्थावरबीजं स्थावराणां बीजम् इत्यर्थः। स्वेदज संशोकजयोः अण्डज उद्भिज्ययोरेव यथासम्भवम् अन्तर्भवः। एवं हि अवधारणं त्रीण्येव बीजानि इति उत्पन्नं भवति। सेयं देवता इक्षुता हन्ताम् इमा तिस्रो देवतानि जीवेनात्मनानुप्रविशनां रूपे व्याकरवाणि ते। सेयं प्रकृतः सदाख्या तेजोपन्नयोनिः देवता उक्त ऐक्षत ईक्षितवती यथा पूर्वं बहुस्यामिति। तदेव बहुभवनं प्रयोजनं न अद्यापि निर्वृत्तम् इत्यतः ईक्षां पुनः कृतवती बहुभवनमेव प्रयोजनं वरीकृत्य। कथं हन्त इदानीम् अहम् इमाः यथोक्ताः तेज आद्याः तिस्रो देवताः अनेन जीवेन इति स्वबुद्धिस्थं पूर्वसृष्टि अनुभूतप्राणधारणम् आत्मानमेव स्मरन्ति अहम् अनेन जीवेन आत्मना इति। प्राणधारणकर्त्र आत्मना इति वचनातुं स्वात्मना अव्यतिरिक्तेन चैतन्यस्वरूपतय अविशिष्टेन इति एतद् दर्शयति। अनुप्रविश्य तेजोपन्नभूतमात्रा संसर्गेण लब्धविशेषविज्ञाना सति नाम च रूपं च नामरूपे व्याकरवाणि विस्पष्टम् आकरवाणि असौ नामायम् इदं रूपः इति व्याकुर्यामित्यर्थः। ननु न युक्तमिदम् असांसारिण्याः सर्वज्ञायाः देवतायाः बुद्धिपूर्वकम् अनेकशतसहस्र अनर्थाश्रयं देहम् अनुप्रविश्य दुःखम् अनुभविष्यामि इति सङ्कल्पनम्। अनुप्रवेशश्च स्वातन्त्र्ये सति सत्यमेवं न युक्तं स्यात् यदि स्वेनैव अविकृतेन रूपेण अनुप्रविशेयं दुःखम् अनुभवेयम् इति च सङ्कल्पितवती। न तु एवं कथं तर्हि? अनेन जीवेन आत्मन अनुप्रविश्य इति वचनात् जीवो हि नाम देवतायाः आभासमात्रं बुद्ध्यादिभूतमात्रा संसर्गजनितः आदर्श इव प्रविष्टः पुरुषप्रतिबिम्बः जलादिषु च सूर्यादीना अचिन्त्य अनन्तशक्तिमत्या देवतायाः बुद्ध्यादिसम्बन्धः चैतन्याभासः देवतास्वरूपविवेक अग्रहणनिमित्तः सुखी दुःखी मूढः इत्यादि अनेकविकल्पवृत्तिहेतुः। छायामात्रेण जीवरूपेण अनुप्रविष्टत्वात् देवतानां दैहिकैः स्वतः सुखदुःखादिभिः सम्बध्यते। यथा पुरुषादित्यादयः आदर्शोदकादिषु छायामात्रेण अनुप्रविष्टाः आदर्शोदकादिदोषैः न सम्बध्यन्ते तद्वद्देवतापि। सूर्यो यथा सर्वलोकस्य चक्षुः न लिप्यते चाक्षुषैः बाह्यदोषैः एकस्तथा सर्वभूतान्तरात्मा न लिप्यते लोकदुःखेन बाह्यः। आकाशवत्सर्वगतश्च नित्यः इति हि काटके ध्यायतीव लीला इतीव इति च वाजसनेके ननु छायामात्रश्चेज्जीवः मृषा इव प्राप्तः तदा परलोक इहलोकादि च तस्य नैष दोषः सदात्मना सत्यत्व अभ्युपगमत् सर्वं च नामरूपादि सदात्मना एव सत्यं विकारजातं स्वतस्तु अमृतमेव वाचारम्भणं विकारो नामधेयम् इति उक्तत्व तथा जीवोऽपि इति यक्षानुरूपो हि बलिः इति न्यायप्रसिद्धिः अतः सदात्मना सर्वव्यवहाराणां सर्वविकाराणां च सत्यत्वं सतो अन्यत्वे च अनुतत्वमिति न कश्चिद्दोषः तार्किकैः अनुवक्तुं शक्यः यथा इतरेतरविरुद्धद्वैतवादाः स्वबुद्धिक विकल्पमात्राः तत्त्वनिष्ठाः इति शक्यं वक्तुं तासां त्रिवृतं त्रिवृतम् एकैकां करवाणि दिशेयं देवतानि महातिस्रो देवतानि नैव जीवेनात्मनानुप्रविश्य नामरूपे व्याकरोत् सैवं तिस्रो देवताः अनुप्रविश्य स्वात्मावस्थे बीजभूते अव्याकृते नामरूपे व्याकरवाणी इति वीक्षित्वा तासां च तिसृणां देवतानाम् एकैकां त्रिवृतं त्रिवृतं करवाणि एकैकस्याः त्रिवृत्करणे एकैकस्याः प्राधान्यं द्वयोः द्वयोः गुणभावः अन्यथा हि रज्ज्वा इव एकमेव त्रिवृत्करणं स्यात् न तु तिसृणां पृथक् पृथक् त्रिवृत्करणमिति एवं हि तेजोपन्नानां पृथग् नामप्रत्ययलाभस्य तेज इदम् इमापः अन्नमिदम् इति च सति च पृथग्नामप्रत्ययलाभे देवतानां सम्यक् व्यवहारस्य प्रसिद्धिः प्रयोजनं स्यात् एवमीक्षित्वा सेयं देवता इमाः तिस्रो देवताः अनेनैव यथोक्तेनैव जीवेन सूर्यबिम्बवतो अन्तःप्रविश्य वैराजं पिण्डं प्रथमं देवादीनां च पिण्डान् अनुप्रविश्य यथासङ्कल्पमेव नामरूपे व्याकरोत् असौ नामायम् इदं रूपः इति तासां त्रिवृतं त्रिवृतम् एकैकां करोन्यथा तु खलु सोमी माः तिस्रो देवताः त्रिवृत्रिवृन्द्येकैका भवति तन्मे विजानीहीति तासां च देवतानां गुणप्रधानभावेन त्रिवृतं त्रिवृतम् एकैकां करोन् कृतवती देवता तिष्ठतु तावद्देवतादिपिण्डानां नामरूपाभ्यां व्याकृतानां तेजोपन्नमहित्वेन वितृतत्वं यथा तु बहिः इमाः पिण्डेभ्यः तिस्रो देवतः त्रिवृत्तिवृद् एकैका भवति तन्मे मम निगदतः विजानीः विस्पष्टम् अवधार्य उदाहरणतः इति तृतीयखण्डभाष्यं चतुर्थखण्डः यदग्नेरोहितकं रूपं ते स तद्रूपं यच्छुक्लं तदपामित् कृष्णं तदन्नस्य अपागादग्नेः अग्नित्वं वाचारम्भणं विकारो नाम देवं त्रीणि रूपाणि इत्येव सत्यं यत्तद्देवतानां त्रिवृत्करणमुक्तं तस्यैव उदाहरणमुच्यते उदाहरणं नाम एकदेशप्रसिद्ध्य अशेषप्रसिद्ध्यर्थम् उदाह्रियते इति तदेतदाहं यदग्ने त्रिवृत्कृतस्य रोहितं रूपं प्रसिद्धं लोके तत् अत्रिवृत्कृतस्य तेजसोऽनुरूपमिति विद्धि तदा यच्छुक्लं रूपम् अग्नेरेव तदपाम् अत्रिवृत्कृतान् यत्कृष्णं तस्यैव अग्नेः रूपं तदन्नस्य पृथिव्याः अत्रिवृत्कृतायाः इति विद्धि तत्रैवं सति रूपत्रयव्यतिरेकेण अग्निरिति यन्मनसि त्वं तस्य अग्नेः अग्नित्वम् इदानीम् अपगतम् प्राग्रूपत्रयविवेकविज्ञाना तु या अग्निबुद्धिः आसीत् ते सा अग्निबुद्धिः अपगत अग्निशब्दश्च इत्यर्थः यथा दृश्यमानरक्तोपधानसंयुक्तः स्फटिको गृह्यमाणः पद्मरागो अयमिति शब्दबुद्ध्योः प्रयोजको भवति प्राग् उपधानस्फटिकयोः विवेकविज्ञान तद्विवेकविज्ञाने तु पद्मरागशब्दबुद्धिः निवर्तेते तद्विवेकविज्ञातुः तद्वत् ननु किमत्र बुद्धिशब्दकल्पनया क्रियते प्राग्रूपत्रयविवेककरणातो अग्नेरेव आसीत् तदग्नेः अग्नित्वं रोहितादिरूपविवेकरणातो अभागात् इति युक्तं यथा तन्तु अपकर्षणे पटाभावः नैव बुद्धिशब्दिमात्रमेव हि अग्निः यतः वाचारम्भणम् अग्निर्नाम विकारो नामधेयं नाम मात्रमित्यर्थः अतः अग्निबुद्धिरपि मृषा एव। किं तर्हि तत्र सत्यं? त्रीणि रूपाणि इत्येव सत्यं न अणुमात्रमपि रूपत्रयव्यतिरेकेण सत्यमस्ति इति अवधारणार्थः। यदा नित्यस्य रोहितकं रूपं तेजसः तद्रूपं यच्छुक्लं तदपां यत्कृष्णं तदन्नस्य अपागादादित्यादादित्यत्वं वाचारमणं विकारुणाम्नीं त्रीणि रूपाणि इत्येव सत्यं। यच्चन्द्रमसौ रोहितकं रूपं तेजसः तद्रूपं यच्छुक्लं तदपां यत्कृष्णं तदन्नस्य अपागाच्चन्द्राच्चन्द्रत्वं वाचारमणं विकारुणामदीं त्रीणि रूपाणि इत्येव सत्यं। यद्विद्युतो रोहितकं रूपं तेजसः तद्रूपं यच्छुक्लं तदपां यत्कृष्णं तदन्नस्य अपागाद्विद्युतो विद्युत्वं वाचारम्भणं विकारुणामदीं त्रीणि रूपाणि इत्येव सत्यं। तथा यदादित्यस्य यच्चन्द्रमसौ यद्विद्युतः इत्यादि समानः। ननं यथा तु खलु स्वामीमाः तिस्रो देवताः त्रिवृत्तिवृद्धि एकैका भवति तन्मे विजानैः इति उक्त्वा तेजसः एव चतुर्भिः अपि उदाहरणैः अग्न्यादिभिः त्रिवृत्करणं दर्शितं न आबन्नयोः उदाहरणं दर्शितं त्रिवृत्करणे नैष दोषः। आबन्नविषयाणि अपि उदाहरणानि एवमेव च द्रष्टव्यानि इति मन्यते श्रुतिः। तेजसः उदाहरणम् उपलक्षणार्थं रूपवत्वात् स्पष्टार्थत्व उपपत्तेश्च। गन्धरसयोः अनुदाहरणं त्रयाणाम् असम्भवत् न हि गन्धरसौ तेजसि स्तः। स्पर्शशब्दयोः अनुदाहरणं विभागेन दर्शयितुम् अशक्यत्वात् यदि सर्वं जगत्त्रिवृत्कृतमिति अग्न्यादिवतो त्रीणि रूपाणि इत्येव सत्यम्। अग्नेः अग्नित्ववतो अपागाज्जगतो जगत्वं तथा अन्नस्यापि अप्शुङ्गत्वात् आप इत्येव सत्यं वाचारम्भणमात्रम् अन्नम्। तथा अपामपि तेजशुङ्गत्वात् वाचारम्भणत्वं तेज इत्येव सत्यं। तेजसोपि सच्छुङ्गत्वात् वाचारम्भणत्वं सदित्येव सत्यम् इति येषु अर्थविवक्षितः। ननु वायुमन्तरिक्षे तु त्रिवृत्कृते तेजप्रवृत्तिषु अनन्तर्भूतत्व अवशिष्येते। एवं गन्धरसशब्दस्पर्शाश्च अवशिष्ट इति कथं सता विज्ञातेन सर्वम् अन्यद् अविज्ञातं विज्ञातं भवेत्? तद्विज्ञानैव प्रकारान्तरं वाच्यं नैष दोषः।